अर्जुनं भीतमुपलभ्य उपसंहृत्य विश्वरूपं प्रियवचनेन आश्वासयन् श्रीभगवानुवाच श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगा तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन दृष्टपूर्वं मया प्रसन्नेन प्रसादो नाम त्वयि अनुग्रहबुद्धिः तद्वता प्रसन्नेन मया तव हे अर्जुन इदं परं रूपं विश्वरूपं दर्शितम् आत्मयोग आत्मनः ऐश्वर्यस्य सामर्थ्य तेजोमयं तेजप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितम् आदौभवम् आद्यं यद्रूपं मे मम त्वदन्येन त्वत्तः अन्येन केनचित् न दृष्टपूर्वम् आत्मनः मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति तस्तौति न वेदयज्ञाध्ययनैर्नदानैः न च क्रियाभिर्न तपोभिरुग्रैः एवं रूपशक्यहं नृलोके द्रष्टुं त्वदन्येन कुरु प्रवीर न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानामध्ययनैः यथावत् यज्ञाध्ययनैश्च वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्व पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञान उपलक्षणात् तथा न दानैः तुलापुरुषादिभिः न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः एवं रूप यथादर्शितं विश्वरूपं यस्य सोऽहम् एवं रूप न शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरु ब्रुवीर मा ते व्यथा मा च विमूढभावं दृष्ट्वा रूपं घोरमीद्रुं ममेदं विपेतभिप्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य मा ते व्यथा मा भूत्ते भयं मा च विमूढभावः विमूढचित्तता दृष्ट्वा उपलभ्य रूपं घोरम् ईदृग् यथादर्शितं मम इदं व्यपेतभिः विगतभयः प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तव इष्टं रूपम् इदं प्रपश्य सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुरुं महात्मा इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः आश्वासयामास च आश्वासितवान् भीतं येनं भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेतः प्रकृतिं गतः दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन इदानीमधुना अस्मि संवृत्तः सञ्जातः किं सचेतः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम देवाप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्यति सुदुर्दर्शम् इदं रूपं दृष्टवानसि यत् मम देवाः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः दर्शनेत्सवोऽपि न त्वमिव दृष्टवन्तः न द्रक्ष्यन्ति च इत्यभिप्रायः कस्मात् नाहं वेदैर्न तपस न दानेन न चेज्जय शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथ न अहं वेदैः ऋग्ययुस्सामात् सर्ववेदैः चतुर्भिरपि न तपसा उग्रेण चान्द्रायणादिन न दानेन गोभूहिरण्यादिन न च इज्ञय यज्ञेन पूजया वा शक्यः एवं विदः यथा दर्शितप्रकारः द्रष्टुं दृष्टवान् असि मां यथा त्वम्। कथं पुनः शक्यः इति उच्यते, भक्त्या त्वानन्यया शक्यः अहमेवं विधोऽर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप। भक्त्या तु किं विशिष्टया इति अहम् अनन्य अपृथग्भूतया भगवतः अन्यत्र पृथक् न कदाचिदपि या भवति सा तु अनन्या भक्तिः। सर्वैरपि करणैः वासुदेव अन्यत् न उपलभ्यते यया सा अनन्या भक्तिः। तया भक्त्या शक्यः एवं विधः विश्वरूपप्रकारः हे अर्जुन ज्ञातुं शास्त्रतः। न केवलं ज्ञातुं शास्त्रतः द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः प्रवेष्टुं च मोक्षं च गन्तुं परन्तु। अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते, मत्कर्म कृं मत्परमं मद्भक्तः सङ्गभर्जितः निर्वैरः सर्वभूतेषु यः समामेति पाण्डव। मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत्, मत्परमः करोति वृत्त्यः स्वामिकर्म, न तु आत्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते। अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः। अहं परमः परागतिः यस्य सोऽयं मत्परमः। तथा मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः। सङ्गवर्जितः धनपुत्रमित्रकर्तृबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः। निर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्त अपकारप्रवृत्तेषु अपि। यः ईदृशः मद्भक्तः सः माम् एति अहमेव तस्य परागतिः, न अन्या गतिः काचित् भवति। अयं तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः।